नमस्सर्वेभ्यः अस्माकं विभक्तिवल्लर्याः अपि च गीतासोपानस्य वर्गं प्रति स्वागतम्। लट्लकारस्य विषयस्य पठनं प्रवर्तमानमस्ति। तत्र वयं दृष्टवन्तः यत् लट्लकारस्य रूपाणि सामान्यरूपेण तु ति तः अन्ति सि थः थ आमि आवः क्षम्यताम् आवः आमः सन्ति। तत्र अपवादाः तु सन्ति एव। कथम् इत्युक्ते पठ् धातुतः निर्मितः लट्लकारस्य रूपाणि सन्ति पठति पठतः पठन्ति पठति पठतः पठथ पठामि पठावः पठामः। परन्तु श्रु धातुतः श्रुति इति न भवति। शृणोति शृणुतः शृण्वन्ति शृणोषि शृणुथः शृणुथ शृणोमि शृण्वः शृण्वः शृण्मः भवति। इदानीम् आदौ तु यथा प्रकारः ध्येयमन्तः। कविता भगिनी पठति किम्? किञ्चित् उच्चैः वदतु भगिनि। आं भगिनि। न श्रूयते भगिनि, न श्रूयते। अच्छा न श्रूयते भगिनि। अन्ये श्रोतुं शक्नुवन्ति किम्? नो नो वि के नाट् आल्सो हियर् नौ युर् अष्टागुणा पुरुषं दीपयन्तीं प्रज्ञा नो वि काण्ट् हियर् यु न श्रूयते भगिनि। किञ्चित् तत्र खण्डनं भवत् अस्ति। नैव अस्तु अस्तु तर्हि एकनिमिष विशालाक्षी भगिनी पठतु। अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमश्रुतं च पराक्रमाश्च बहुभाषिता च दानं यथाशक्ति कृतज्ञता च। धन्यवादः भगिनी। क्षम्यतां कविता भगिनी, क्षम्यतां। तत्र भवन्तौ किं हेड्फोन्स् अस्य प्रयोजनं कुर्वन्ति? ब्लूटूत्। आम् इदानीं इदानीं श्रूयते, इदानीं सम्यक् श्रूयते। अस्तु चिन्ता नास्ति। तर्हि इदानीं किं कुर्मः इत्युक्ते तत्र गीतासोपानस्य 42 पुटम् उद्घाटयन्तु कृपया। कविता भगिनी आरम्भं करोतु। नैव 42 42 तत् न कृतवन्तः। 42 भगिनी भगिनी क्षम्यतां भगिनी भगिनी हेड्फोन्स् अस्ति किं? ब्लूटूत् मास्तु, हेड्फोन्स् अस्ति किम्? किञ्चित् तत्र परिवर्तयतु। ब्लूटूत् मास्तु। तत्र किं भवत् अस्ति इत्युक्ते तत्र खण्डनं भवत् अस्ति। आदौ सम्यक् श्रूयते, आदौ सम्यक् श्रूयते, परन्तु अग्रे खण्डनं भवत् अस्ति। तदेव करोतु, तावत्पर्यन्तं हा तावत्पर्यन्तं विजयसङ्की महोदय आरम्भं करोतु। आं भगिनि, यथोदाहरणं वचनं परिवर्त्य रिक्तस्थानानि पूरयत। अर्थं वदतु प्रश्नस्य। As per example, change the tense, sorry, tense, not tense, change a vachan. Number. Number, okay. Change the number and fill in the blank. Purayata, tatra purayata, iti shabda se lakara hata ha? Lot lakara. Lot lakara. Paro. Udaharan. वटुः शास्त्रं शृणोति। वटवः शास्त्रं शृण्वन्ति। शृण्वन्ति तत्र वटुः यदा अस्ति तत्र तदा शृणोति भवति। वटवः यदा भवति तदा शृण्वन्ति भवति। अपि च महोदय द्विवचने वदतु, द्विवचने वटुः तत्र अस्ति, पश्यतु अष्टात्रिंशत् तमे पुटे 38 तत्र रूपाणि सन्ति प्रथमविभक्त्याः। वटुः गुरुः वत् अस्ति, तर्हि द्विवचने किं भवति? वटु, हा वटु शास्त्रं शृण्वन्ति, हा शृण्वन्ति नास्ति, सोरि शास्त्रं शृणुतः, शृणुतः, शृण्वतः नास्ति, शृणुतः, शृणुतः। अग्रिमं करोतु इदानीम्, एवमेव पश्यतु अपि करोतु, चिन्ता नास्ति, दृष्ट्वा एव करोतु, त्रिषु वचनेषु करोतु। सारथिः अश्वान् बध्नाति। सारथी अश्वान् बध्नन्ति। तत्र सारथिः सारथयः भवति किल, सारथयः कथं पश्यतु, तत्र मुनिः अस्ति, तत्र सारथिः इकारान्त पुंलिङ्गशब्दः अस्ति, तर्हि सारथिः पश्यतु सारथी सारथयः, तत्र पश्यतु अष्टात्रिंशत् पुटे। आं भगिनि, इदानीं वदतु। ऐ डिड् द्विवचनं सारथी, तर्हि बध्नाति न भवति किल, द्विवचने क्रियापदस्य, हा क्रियापदस्य रूपं किं? बध्नातः, सोरि, बध्नीतः, बध्नीतः तदपि अस्ति तत्र, सारथी अश्वान् बध्नीत, बध्नीतः, बध्नीतः, उत्तमं, सारथी अश्वान् बध्नीतः, ओके, सारथयः अश्वान् बध्नन्ति, उत्तमं, अर्थं वदतु। बध्नाति काय, सारथी टाइज होर्स, यस बहुवचने अश्वान्, अग्रे करो। कातरः योद्धुं न शक्नोति, कातरः इत्युक्ते कवर्ड् कवर्ड् अस्ति, अपि च तत् अकारान्त पुंलिङ्ग् शब्दः अस्ति. इदानीं पठतु. कातरौ योद्धुं न शक् शक्नुवः. शक्नुतः प्रथमपुरुषे अस्ति, न तु उत्तमपुरुषे. शक्नुतः कातरः, कातरौ योद्धुं न शक्नुतः. उत्तमम्. अग्रे बहुवचने. कातराः योद्धुं न शक्नु शक्नुवन्ति. उत्तमं. कातराः योद्धुं न शक्नुवन्ति. उत्तमम् उत्तमम्. अग्रिमं करोतु. मुनिः मनः निगृह्णाति. अर्थं वदतु. अत्र निगृह्णाति ऊहतु. ट्रै टु गेस्. मुनिः मनः निगृह्णाति. कण्ट्रोल्. कण्ट्रोल् कण्ट्रोल् गृह्णाति आल्सो मीन्स् टु केच् होल्ड् इन् आल् सो वेयर् हि होल्ड्स् हिस् सेन्सेस् मनः हिस् मैण्ड् हि कण्ट्रोल्स् हिस् मैण्ड् मुनिः मनः निगृह्णाति. मुनि मनः निगृह्णातः. शीतः. पश्यतु निगृह्णीतः. विवचने निगृह्णीतः. निगृह्णीतः. मुनिः मुनि मनः निगृह्णीतः. मुनयः मनः मुनयः मनः निगृह्णन्ति. उत्तमं. धन्यवादः. अस्तु. इदानीं इदानीं कविता भगिनी. आं भगिनि श्रूयते. सम्यक् श्रूयते. योगी याचना. मानवः सिद्धिम् आप्नोति. योगिजनः ब्रह्मवनौ जुहोति. ब्रह्मवनौ जुहोमि. योगिजनः योगिजनः इस् द योगी. ब्रह्माग्नौ जुहोति. दे मेक् सेक्रिफैस्. ब्रह्मग्नि सेक्रिफैस्. ब्रह्माग्नौ एक्चुलि इट् मीन्स् इन् द इन् द फायर् इन् द ब्रह्म इन् द ब्रह्म मेक् सेक्रिफैस्. स्थापयामः किल होमकुण्डे स्थापयामः किल पुट् आल् देट् नारियल् सेक्रिफैस्. योगी योगी योगी योगीजनः योगी योगिजनौ योगिजनौ ब्रह्माग्नौ जुहोति. जुहोतः जुहोतः जुहूतः जुहूतः. तत्र पश्यतु तत्र एकोनचत्वारिंशत् समये पुटे अस्ति. 39th पेज् आन् द 39th पेज् दी एक्सेप्शन् कते सो जुहूतः विवचने जुहूतः अस्ति. जुहूतः. अग्रे अग्रे बहुवचने बहुवचने. योगिजनाः योगिजनाः ब्रह्म ब्रह्म अग्नौ जुहन्ति नैव नैव तत्र पश्यतु, तत्र पश्यतु अस्ति जू एकोनचत्वारिंशत्तमे पुटे आन् द 39th अग्रिमं करोतु. आं भगिनि, मानवः सिद्धिम् आप्नोति. मेन् ह्यूमन् बीङ्ग् सिद्धि प्राप्नोति. सिद्धि हि ओब्टेन्स् सिद्धि. मानवः मानवौ सिद्धिम् आप्नोतः आप्नोत आप्नोत आप्नुतः आप्नुतः अतः मानवाः मानवाः सिद्धिम् आप्नोति आप्नोन्ति आप्नुतः आप्नुवन्ति. धन्यवादः भगिनि. आं भगिनि, नेता आह्वानं श्रुणोति. इस् द लिसन् नेता इस् द लीडर् आह्वानं garland no no ahvanam shrunoti. Ahvanam is the call, the call. Oh, you invite call. People na you invite people. Okay. So he listens to the invitation, or over here you can tell because neta, right? Call. So people will go to call call or to complain like that. Okay. This will be netaha. Neta कीदृशं पदं तत्र प्रातिपदिकं किं माता माता तत्र प्रातिपदिकं किं कोऽपि क्षम्यतां हा ऋकारान्तस्त्रीलिङ्ग उत्तमं स्त्रीलिङ्ग हा तर्हि माता द्विवचने किम् अस्ति माता न श्रूयते महोदय. भवान् किं तत् हेड्फोन् न स्वीकृतं माता न श्रूयते महोदय, न श्रूयते भवतः ध्वनिः न श्रूयते. भवानपि तत् हेड्फोन् स्वीकरोतु. अस्तु, तावत्पर्यन्तं विशालक्षी भगिनी करोतु. माता मातरौ मातरः करेक्ट् सत्यं. सो नेता आह्वानं नेता आह्वानं शृणोति. देन् नेतौ द्विवचने किम् अस्ति मातरौ नो मातरौ नेतरौ नेतरौ नेतरौ आह्वानं शृणुतः न शृणुत नेतरः माता किं भवति बहुवचने मातरः नेता किं भवति नेतारः आह्वानं Oh. शृणोति. बहुवचने किम् अस्ति? बहुवचने शृणोति, शृणुतः, शृणुत. नैव भगिनि, द्विवचने, तत्र समूहमस्ति. शृण्वन्ति, शृण्वन्ति. तत्र प्रथमपुरुष एव अस्ति, प्रथमपुरुष एव अस्ति. शृण्वन्ति, शृण्वन्ति. ओके. नेतारौ, नेतारः आह्वानं शृण्वन्ति. उत्तमम्, उत्तमम्. अग्रिमं देवः, देवः वरं ददाति. देवः, देवौ, इस् इट्? करोतु, करोतु, अहं वदामि. देवौ वरं ददातः, ददातः. नैव, पश्यतु, तत्र एकोनचत्वारिंशत्तमे पुटे अस्ति. The forms are there given on page 39. Number 39. Yeah, 39 only I'm seeing. Dadati. Dvivachane kim asti? Dattaha. Dattaha. Tatra data dadati. Data rau dattaha. Data raha dadati. Idani. Vadatu. Data rau. दातारौ दत्तः इति उच्यते. तर्हि देवौ वरं दत्तः, देवौ वरं दत्तः. ओके, ओके. बहुवचने, बहुवचने देवी. किमर्थं भगिनि अकारान्तपुल्लिङ्ग शब्दः अस्ति? देवः देवौ, रामः रामौ, रामः रामौ, रामः रामौ, रामामः, रामाः. नो, ऐ डोण्ट्. रामः रामौ, रामाः, रामः रामौ, रामाः. या देन् इट् विल् बि देवः ओन्लि. देवाः आकारान्तस्ति. ओके, वा, आ, आ, देवाः, देवाः वरं ददनाति. नैव, पश्यन्ति, ददन्ति. कुत्र अस्ति तत्र? पश्यन्ति, ददति. ऊहं मास्तु. सी एण्ड् टेल्, नो प्राब्लम्. सी एण्ड् टेल् वित् प्राक्टिस् इट् विल् कम् आटोमेटिक्. या, या. देवाः वरं ददति. देवाः वरं ददति इत्युक्ते किम् अर्थः कः? द गाड्स् गिव् वरास्. भो, भो, ग्राण्ड्. अस्तु, विजयकुमार् महोदय कुत्र गतवान्? अस्तु, भगिनि, हा, धन्यवादः भगिनि. अग्रिम, धन्यवादः. विजयकुमार् महोदय. गुरुः ध्यानं करोति. गुरो ध्यानं गुरुः ध्यानं करोति. हेलो, हेलो, हेलो, श्रूयते महोदय, श्रूयते इदानीं सम्यक्. श्रूयते. गुरुः ध्यानं करोति. कुरुतः. पुनरेकवारं वदतु. ध्यानं कुरुतः. गुरोः किमर्थं? गुरोः किमर्थं? सोरि, गुरु ध्यानं कुरुतः. उत्तमं, सोरि. बहुवचने, बहुवचने इस् गुरु, गुरुवः, गुरवः, गुरुः ध्यानं कुर्वन्ति कुर्वन्ति गुरवः ध्यानं कुर्वन्ति इदानीम् अग्रिमं स्वधर्मकर्ता किल्बिषं न आप्नोति स्वधर्मकर्ता किल्बिषं न आप्नोति मीन्स् मै स्वधर्म किल्बिषं न किल्बिषं मीन्स् स्वधर्मकर्ता दट् मीन्स् वन् हू फालोस् हिस् धर्म हिस् ओन् धर्म वाट् हि इस् मेण्ट् टु डू वेन् हि फालोस् किल्बिषं न आप्नोति हि डस् नाट् एक्वायर् sins impurity is not there in that he does not get sins he does not reach that sinful state swa dharma karto karta mata neta pita kidrisham padam oho mata mata aap swa dharma पित्रो स्वधर्म कर्तरौ कर्तरौ किल्बिषं न आप्नोति आप्नुतः देन् कर्तारौ इति कर्तारौ कर्ता स्वधर्म कर्तरः किल्बिषं न कर्तारः द्विवचने वद द्विवचने वदतु आदौ स्वधर्मकर्तारः स्वधर्मकर्तरोः रौ कर्तारौ किल्बिषं न आप्नुतः आप्नुतः इदानीं स्वधर्मपितरः पितरः किमर्थं कर्तार कर्तारः किल्बिषं न आप्नुवन्ति उत्तमम् अग्रिमं करोतु योद्धाः योद्धा योद्धा शस्त्रं चिनोति अत्र योद्धृ अहं वदामि योद्धृ इति प्रातिपदिकं योद्धृ यथा मातृ अस्ति पितृ अस्ति नेत्र अस्ति कर्तृ अस्ति तथा एव इट् कम्स् टु योद्धारो उत्तमं शस्त्रं चिनुतः उत्तमं देन् योद्धारः शस्त्रं चिन्वन्ति उत्तमं चिन्तयामि अग्रिमं भवानेव आरम्भं करोतु आवरणानाम् उचितं रूपं सम्यक् पठतु सम्यक् पठतु शनैः पठतु चिन्ता नास्ति आवरणातः तः नास्ति तत्र आवरणात् उचितं रूपं चित्वा रिक्तस्थानानि पूर्यत आवरणात् आवरणात् ओ आवरणात् उचितं रूपं चित्वा रिक्तस्थानानि पूर्यत तत्र अर्थः आदौ अर्थं वदतु गिवन् बिलो उचितरूपं मीन्स् सेण्टेन्सस् fill in the blank उचितं रूपं सेण्टेन्सेस् कथं उचितं रूपम् इत्युक्ते किं ब्राकेट् आवरणात् आदौ फ्रोम् द ब्राकेट् उचितं रूपं चित्वा मीन्स् वाट् तत्र अर्थः कः सेलेक्ट् द अप्रोप्रियेट् वर्ड्स् उत्तमं रिक्तस्थानि पूरयत इदानीं वयं किं कुर्मः इत्युक्ते वयं सर्वाणि रूपाणि कुर्मः सर्वाणि रूपाणि कुर्मः अत्र तु द्विवचने अस्ति परन्तु एकवचने अपि च बहुवचने अपि कुर्मः इदानीं पठतु भवन्तो विषयं भवन्तो तत्रैव जानाति जानीतः भवन्तौ विषयं विषयौ नास्ति विषयं जानीतः अर्थं वदतु भवन्तौ विषयं जानीतः इत्युक्ते किम् ऐ नो द भवन्तो क्षम्यतां महोदय क्षम्यतां भवन्तौ अस्ति किल तर्हि तत्र प्रथमपुरुषे एव वदनीयं मम दोषः जातः जानाति जानीतः जानीतः जानीतः सम्यक् अस्ति अन्यथा जानीतः भवति मध्यमपुरुषे प्रथमपुरुषे जानीतः सम्यक् अस्ति द्विवचने प्रथमपुरुषे जानीतः भवन्तौ विषयं जानीतः इत्युक्ते किम् He knows the How many he's? Two. You, huh? Over here, you he because Bhavan. Subject. You both know the subject, but it is Bhavan. It is Bhavan. Prathama Purusha, because for Bhavat we use Prathama Purusha only. Although it is you. Idani. एकवचने वदतु नैव एकवचने वदतु भवन्तो भवन्तौ द्विवचने नैव भवतैः एकवचनं न भवान् ओ भवान् भवान् विषयं जानाति जानाति भवान् विषयं जानाति बहुवचने भवन्तः भवन्तः भवान् भवन्तः भवान् भवन्तौ भवन्तः भवान् भवन्तौ भवन्तः भवन्तः विषयं जानीतः किमर्थं जानीतः सोरि जानन्ति जानन्ति जानन्ति अग्रिमं करोतु ग्राहको वस्तु क्रीणीतः उत्तमम् अर्थं वदतु कस्टमर् नो द टु कस्टमर्स् नो द वै नो क्रीणीतः इत्युक्ते किं बैस् बैस् बैस् टु कस्टमर्स् थिङ्ग् अस्तु इदानीम् एकवचने वदतु ग्राहकः वस्तु क्रीणाति उत्तमं बहुवचने ग्राणकाः ग्राहकौ ग्राहकाः वस्तु क्रीणन्ति उत्तमम् अग्रिमं करोतु सैनिकौ अरीं गृह्णीतः गृह्णीतः उत्तमं गृह्णीतः तत्र वदतु सोल्जर्स् अरीं मीन्स् अरीं गृह्णीतः एनिमि एनिमि एनिमीस् ओके एनिमीस् गृह्णीतः मीन्स् होल्ड् दे केच् होल्ड् आफ् द ओके then you want prathama purusha also ekavachanam prathama purusha eva asti sarve api senikah senikah arim grinnati grinhati grinnati senikah arim grinnanti uttam dhanyavadah mohode vishalakshi bhagini agrimam karotu bhavantau भवन्तौ जपं कुरुतः अर्थं वदतु दोस् टु यू बोत् टु आफ् यू यू बोत् यू बोत् यू बोत् डु जप एकवचने वदतु भवान् जपं करोति. भवन्तः जपं कुर्वन्ति. उत्तमम्, अग्रिमं करोतु. भगिन्यौ गीतां शृणुतः. अर्थं वदतु. The those you both ladies. No, why you both? You is not there. This is not bhavati. Bhaginyau. No, the two ladies. Two sisters. Both, not only ladies. Sisters. Two sisters. Hear the Gita. Uttamam. Ekavachane. Bhaginyaha. Aha. Kimartham. Bhaginya. विशालाक्षी भगिनी, कविता भगिनी, दर्शना भगिनी, भगिनी भगिनी भगिनी गीतां भगिनी गीतां शृणोति. भगिन्याः भगिन्यः गीतां शृण्वन्ति. उत्तमम्, अग्रिमम्. भवत्यौ सर्वत्र गन्तुं शक्नुतः. अर्थं यू बोत् नो एव्रिथिङ्ग् सर्वत्र. यु आर् केपबल् आफ़् नोयिङ्ग् एव्रिथिङ्ग्. या आफ़् गोयिङ्ग् एव्रिवेर्. क्षम्यतां, गन्तुम् अस्ति तत्र. ओके, इदानीम् अर्थं वदतु. भवत्यौ यु बोत् इति उक्तवती, तत्तु सम्यक् अस्ति, परन्तु लिङ्गं किं? यु बोधं किं लिङ्गं? लिङ्गं लिङ्गम् इस् पुंलिङ्गं. पुंलिङ्गं किमर्थं? भवन्तौ पुंलिङ्गे अस्ति, भवत्यौ स्त्रीलिङ्गे अस्ति. भवती, भवत्यौ, भवत्यः. नदीवत् नदी. अच्छा अच्छा. ओहोहो. नद्यौ नद्यौ. ओके, नद्यः तथा. इदानीं स्त्रीलिङ्गं बहुवचने. बहुवचने बहु. भवत्यः सर्वत्र गन्तुं शक्नुवन्ति. उत्तमम्, एकवचने. भवती सर्वत्र गन्तुं शक्नोति. अग्रिमं करोतु. भक्तौ पुष्पं चिनुतः. अर्थं वदतु. द डिवोटी इस् प्लकिङ्ग् द फ्लावर्स्. डिवोटी इस् भक्तौ. भक्तौ चिनोत्. डिवोटीस् आर् टु डिवोटीस्. टु डिवोटीस् आर् प्लकिङ्ग् फ्लावर्स्. प्लक् फ्लावर्स्. एकवचने. भक्ताः. एकवचने. भक्तः न भक्तः न भक्तः भक्तः पुष्पं चुनोति. चिनोति, सोरि, चिनोति, चिनोति. उत्तमं, बहुवचने. भक्ताः पुष्पं चिन्वन्ति. उत्तमं, कविता भगिनी अग्रिम. धन्यवादः भगिनी, अग्रिमं करोतु. धन्यवादः. धीरौ न रुदितः. अर्थं वदतु. टु धीराश् डू नाट् रुदितः क्राय. टु करेजियस् पीपल्. करेजियस् पीपल् डू नाट् क्राय् रुदितः. धीरः न रुदति. न रोदिति. रोदिति. रोदिति. धीराः न रुदन्ति. उत्तमम्, अग्रिमं करोतु. ऋषि मोक्षं प्राप्नुतः. द ऋषि ओब्टेन् साल्वेशन्. हौ मेनि ओ सोरि, ऋषौ. ऋषि मोक्षं प्राप्नुतः इति उक्तवती, सम्यक् अस्ति. अर्थः अर्थः कः? टु ऋषि ओब्टेन् साल्वेशन्. एकवचने. ऋषिः मोक्षं प्राप्नोति नैव ऊह मास्तु ऊहं तत्र पश्यतु तत्र अस्ति तत्र अष्टात्रिंशत् पुटे ऋषयः मोक्षं प्राप्नुवन्ति उत्तमं बालिके फलं दत्तः टु बालिके बालिका बालिके बालिका टु टु गर्ल्स् दत्तं गेट् फल गेट् फ्रूट् बालिके फलं दत्तः दत्तः दे गिव् गिव् अच्छा अच्छा ददाति इस् गिव् रैट् सो सो बालिकः फलं ददाति बालिका फलं ददाति बालिका फलं ददाति अपि च बहुवचने बहुवचने बालिकाः फलं ददति ददति ददाति दत्तः ददति ददाति दत्तः ददति धन्यवादः भगिनि धन्यवादः विजये थङ्कि महोदय अग्रिमं करोतु अत्रापि महोदय अत्रापि अत्र तु अस्ति एव प्रश्ने एव त्रिषु वचनेषु आं भगिनि यथोदाहरणं रिक्तस्थानानि पूरयत उदाहरण ग्राहकः वस्तूनि क्रीणाति ओके ग्राहकः वस्तूनि क्रीणाति ग्राहकौ वस्तूनि क्रीणितः ग्राहकाः वस्तूनि क्रीणन्ति उत्तमं मुनिः महोदय अर्थं वदतु अस्य वाक्यस्य A customer buys a thing. Two customer buys things and many customer buys things. Uttamam. Munihi amnau juhoti. What is mean by amnau? Agnau. Amnasti agnau. Agnau agnihi. Munihi agnau. Agnau agnayaha. Agnau is in the fire. In the fire. There we told Brahma Agnau. Here it is Agnau. If you have read the fourth chapter of the Bhagavad Gita, Brahma Agnau, Brahma Arpati, that fourth is there, no? There is a verse in that. From there only it has come. Okay. Astu chinta nasti tatra ma. Muni. Muni Agnau. जुहोती का क्या होता है पश्यतु वन मिनट जुहूतः जुहूतः जुहूतः सम्यक् अस्ति मुनि अग्नौ जुहुतः जुहुतः मुनयः अग्नौ सॉरी तस्य वाक्यस्य अर्थः कः मुनि अग्नौ जुहुतः टू मुनीज सैक्रिफाइसेस इनटू टू सैक्रिफाइस इनटू द फायर मुनयः अग्नौ जुहुवन्ति आहा जुहुवन्ति अस्ति किम् पश्यतु वन मिनट एतानि सामान्य रूपाणि न सन्ति ओके सो Thank you. जुहुतः जुह्वति जुह्वति मुनयः अग्नौ जुह्वति मुनयः अग्नौ जुह्वति तत्र अन्ति नास्ति अग्रिमं करोतु भक्तः यज्ञं करोति A devotee do yagna. Uttam. Bhaktau yagnam kurutaha. Two devotees do yagna. And bhaktaha yagnam करोति कुरुतः कुर्वन्ति तत्र एव अस्ति द्विचत्वारिंशत्तमे पुटे 42nd पेज् तत्र अस्ति पश्यतु करोति कुरुतः कुर्वन्ति कुर्वन्ति ओके हा कुर्वन्ति अग्रिमं भक्तः यज्ञं कुर्वन्ति मेनि डिवोटीस् ओके योधौ चापं चिनुतः योद्धा चापं चिनोति हा योद्धा किमर्थं योद्धौ तत्र योद्धौ लिङ्गं किं योधौ द्विवचनं द्विवचनं लिङ्गं किम् पुल्लिङ्गं पुल्लिङ्गं तर्हि एकवचने किं भवति योद्धा योद्धः योद्धः पुल्लिङ्गे अस्ति रामः रामो तु रामः भवति तथा एव योद्धौ बिकम् योद्धः योद्धः योधः शस्त्रं सोरि चापं चिनोति अ सोल्जर् सिलेक्ट्स् चापं मीन्स् बो बो बो ओके नौ बहुवचने योद्धाः चापं चिन्वन्ति उत्तमं धन्यवादः महोदय तत्र कविता भगिनी अग्रिमं करोतु माता भोजनं ददाति माता भोजनं ददाति माता भोजनं ददाति अर्थः कः मदर गिव्स फूड माता भोजनं ददाति मातरौ भोजनं मातरौ भोजनं दत्तः उत्तमं दत्तः मातरौ भोजनं दत्तः मातरौ भोजनं दत्तः माता मातरौ भोजनं दत्तः इत्युक्ते किम् आम् टु मदर्स् गिव् फुड् उत्तमं माताः भोजनं माताः न नास्ति बहुवचने माता मातरौ मातरः मातरः मातरः भोजनं क्या करोति भोजनं ददाति दत्तः दन्तः दत्तः तत्र एव अस्ति हा नैव पश्यतु भगिनी तत्र एव अस्ति तत्र द्विचत्वारं ददति मातरः भोजनं ददति मेनि मदर्स् गिव् फुड् अग्रिमं करोतु सेनापतिपुरस्कारं प्राप्नुवन्ति सेनापतिः पुरस्कारं प्राप्नोति उत्तमं सेनापति अर्थं वदतु सेनापति सेनापति हि रिसीव्स् पुरस्कार अवार्ड् अवार्ड् उत्तमम् द्विवचने द्विवचने सेनापत्यौ सेनापति पति यथा ऋषिः अस्ति तथा एव पतिः पुंलिङ्गे अस्ति इकारान्त पुंलिङ्ग पतिः पतिः सेनापतिः ओनि सोरि सेनापती इति मात्रा सेनापती सेनापतिः पुरस्कारं प्राप्नुतः प्राप्नुतः सेनापती पुरस्कारं प्राप्नुतः उत्तमं सेनापतेः पुरस्कारं प्राप्नोति प्राप्नुवन्ति अग्रिमं करोतु दातारौ दातुं शक्नुतः शक्नुतः विजयकुमार महोदय प्रॉम्प्ट् मास्तु प्रॉम्प्ट् मास्तु सा एव करोति हा करोतु भगिनि दातारौ दाता दातुं शक्नोति उत्तमम् अर्थमपि वदतु भगिनि द डोनर् इस् केपेबल् आफ् गिविङ्ग् द डोनेशन् बहुवचने दातारः दातारः दातारः दातुं शक्नुवन्ति उत्तमं धन्यवादः भगिनि विजयकुमार महोदय अग्रिमं करोतु कार्यकर्ता कार्यं जानाति कार्यकर्ता कार्यं इदानीं द्विवचने किं कार्यकर्ता कार्यं जानाति इत्युक्ते किम् आदौ वदतु टू वर्कर्स् वै टू वर्कर्स् कार्यकर्ता कार्यकर्ता कार्यं जानाति द वर्कर्स् नोस् द वर्क् वर्कर् नोस् द वर्क् एकवचने इदानीं द्विवचने वदतु कर्ता माता धाता पिता नेता सर्वं कार्यकर्तारौ उत्तमं जानाति जानीतः उत्तमं कार्यकर्तारौ कार्यं जानीतः उत्तमं कार्यकर्तारः कार्यकर्तारः कार्यं तत्रैव अस्ति पश्यतु जानाति जानाति जानीतः जानन्ति प्रॉम्प्ट् मास्तु भगिनि जानन्ति जानन्ति अस्तु अग्रिमं करोतु शिष्याः उपदेशं शृण्वन्ति the student listen the upadesha that is teaching students bahuvachane students shishyaah shishyaah shishyaah upadesham shrunutah aha kimartham shrunutah शिष्या इति उक्तवान् किल एकवचने अस्ति किल तर्हि शृणोति शृणोति शिष्या उपदेशं शृणोति इदानीं द्विवचने शिष्यो उपदेशं किमर्थम् इदानीं भवान् तु शिष्या इति उक्तवान् शिष्या लिङ्गं किं शिष्या इति पदस्य पुल्लिङ्ग हा पुंलिङ्ग किमर्थं शिष्यः पुंलिङ्गे अस्ति शिष्या तु स्त्रीलिङ्गे अस्ति भवान् तु स्त्रीलिङ्गे एव कृतवान् तर्हि स्त्रीलिङ्गे द्विवचनं किं शिष्यो माला माला माले मालाः तर्हि शिष्या शिष्ये शिष्याः तो शिष्ये उपदेशं शक्नुवन्ति वयं तु श्रुधातुतः निर्माणं कृतवन्तः शृण्वन्ति किमर्थं द्विवचने सम्यक् वदतु शक्नुतः शृणुतः शृणुतः शृणुतः शृणुतः शिष्ये उपदेशं शृणुतः धन्यवादः धन्यवादः महोदय विशालाक्षी भगिनी करोतु अग्रिमम् दरिद्रः दुःखेन रोदिति दरिद्रौ द पुअर् मेन् यु केन् से इस् क्रैङ्ग् बिकास् हिस् हि हेज् हि सेड् ओर् यु केन् से बिकास् हि हेज् सम् प्रोब्लम् क्रैस् वित् ग्रीफ् ओके क्रैस् वित् ग्रीफ् नौ दरिद्रौ दुःखेन रुदितः रुदितः रू मास्तु रुदितः रुदितः रुदितः रुदितः तत् रुदितः रुदितः दरिद्राः दुःखेन रुदन्ति रुदन्ति रुदन्ति उत्तमम् अग्रे योगिजनः इन्द्रियाणि निगृह्णाति योगिजनौ इन्द्रियाणि निगृह्णीतः अर्थं वदतु अर्थं योगिजन आल् द योगीस् ओर् यु केन् से टु योगीस् टु आफ् देम् इन्द्रियाणि इस् वाट् कण्ट्रोलिङ्ग् दे इन्द्रियास् दे कण्ट्रोल् दे इन्द्रियास् बहुवचनं योगी ज what did I say now योगिजनाः इन्द्रियाणि निगृह्णन्ति अस्तु भवती एव आदौ अग्रे पठतु क्रियारञ्जिनी अत्र विंशति क्रियापदानि दत्तानि सन्ति विंशतिः सम्यक् वदतु विंशतिः क्रियापदानि दत्तानि सन्ति तेषाम् अन्वेषणं कुरुत लिखत च मीन्स् अस्तु कोऽपि वदतु अर्थं वदतु कोऽपि वदतु दे हेव् गिवन् वर्ब्स् हियर् दट् मच् ऐ अण्डर्स्टुड् तेषाम् अन्वेषणं कुरुत अन्वेषणं मीन्स् कोऽपि साहाय्यं करोतु कोऽपि साहाय्यं करोतु अत्र हेयर् 20 क्रियापदानि आर् गिवन् तेषां एनलैज् देम् एण्ड् रैट् देम् सर्च् फार् देम् एण्ड् रैट् धन्यवादः कविता भगिनि इदानीं भगिनी विशालाक्षी भगिनी चिनोतु ओ चलति चलति अस्तु अग्रे ददाति चलति ददाति सेकेण्ड् लैन् ददाति वदति उत्तमम् इत्युक्ते किं वदति इत्युक्ते किं टेलिङ्ग् वदति मीन्स् चलति टु गिव् चलति टु वाक् अग्रे पतति इस् टु फाल् उत्तमम् अग्रे तिष्ठति उत्तमं धन्यवादः धन्यवादः विजयकुमार् महोदय चिनोतु उपविश्यति उत्तमम् 1 2 3 4 फिफ्थ् लैन् चिन्ता नास्ति अहं जानामि चिन्ता नास्ति ओके अहं कृतवती विशति उत्तमम् उत्तमम् उत्तमं देन् वहति उत्तमम् उपविशति वहति देन् वितरति देन् अवतरति अस्ति किल वितरति कुत्र अस्ति रक्षति वितरति महोदय वितरति कुत्र अस्ति अवतरति अस्ति किल नैव वितरति अपि अस्ति तरति वितरति चिन्ता नास्ति स्वीकर्तुं शक्नुमः रक्षति उत्तमं देन् त्यजति त्यजति इत्युक्ते किं त्यजति इत्युक्ते किं टु गिव् टु गिव् अप् नाट् टु गिव् बट् टु टु गिव् अप् टु गिव् अप् टु लीव् देन् अग्रे आकर्षति उत्तमम् आकर्षति that is attract then sya this is the last line snati snati snati itukte kim to bathe have bath snan karna ha dhanyawad dhanyawad kavita bhagini उत्तिष्ठति उत्तिष्ठति उत्तमम् उत्तिष्ठति उत्तिष्ठति उत्तिष्ठति जाति जाति कुत्र अस्ति जाति तु किमपि नास्ति किल वाति हा वाति इत्युक्ते किं वाति इत्युक्ते किं वाति इस् टु ब्लो वायुः वाति ब्लो वायुः वाति द एर् मूव् ब्लोस् लैक् देट् शक्नोति शक्नोति शक्नोति टु नो टु बि केपबल् to know shaknoti is not to know to be is to be capable of acha to be capable va va vadati to speak vadati ha vadati vishalakshi bhagini uktavati prakshalayati अग्रे अग्रे अग्रे अग्रे अवतरति अवतरति अवतरति धन्यवादः इदानीं विजयकङ्की महोदय आं भगिनि. उपविशति, तत् विजयकुमार महोदयेन उक्तं. वहति, वहति. अपि च प्रक्षालयति, तत् कविता भगिन्या उक्तम्. तिष्ठति, उक्तमस्ति. यत् न उक्तं तद्वदतु. हसति, उत्तमम्. अग्रे कर्षति, सः उक्तवान् विजयमहोदय. चिन्ता नास्ति, तिष्ठति. अपि च एकमस्ति, एकमस्ति, हरति. हरति. इदानीम् अहं किं करिष्यामि? धन्यवादः महोदय, परन्तु भवानेव वदतु, भवानेव तत्र तिष्ठतु. अहं वदामि आङ्ग्लभाषायां, संस्कृते भवान् वदतु. Why does he not play? Why does he not play? Why does he not play? I should translate it into Sanskrit. Why does he not play? संस्कृते वाय् किं भवति? वाय् डोण्ट् नो. किमर्थं, किमर्थं वाय् इस् किमर्थं, किमर्थम्? अच्छा, हि इत्युक्ते किं संस्कृते? सः, सः, सः किमर्थं खेलति? क्षम्यतां, प्ले इत्युक्ते किम्? प्ले, प्ले. क्रीडति, क्रीडति. सः किमर्थं न क्रीडति? डस् नाट् न क्रीडति. सः किमर्थं न क्रीडति? ओके, लैक् देट्. सः किमर्थं न क्रीडति? ओके, ओके. वाय् डस् शी नाट् ईट्? सा किमर्थं न खादति? Why does it not work? Tat kimartham na chalati? Chalati or karyam karoti also. Karyam karoti. Chalati. Okay. Idanim, we live in India. वयं वट् इस् लिव् वसति, वसति इस् लिव् बट् हा बट् वि आर् सिङ्ग् विहा वसति. इदानीं वसति उत्तमपुरुषे बहुवचने वि किमर्थं किं भवति? वि लिव् इन् इण्डिया. वसति तु प्रथमपुरुषे एकवचने अस्ति, परन्तु वि उत्तमपुरुषे बहुवचने अस्ति. तर्हि वि वसन्ति भारते? नैव, पठति, पठति इति शब्दस्य उत्तमपुरुषे बहुवचने किम् अस्ति रूपम्? पठन्ति. वयं पठति, पठतः, पठन्ति, पठसि, पठतः, पठथ, पठामि, पठावः, पठामः, वसामः. भारतदेशे अपि वक्तुं शक्नुमः, भारतदेशे वसामः. ओके, ऐ लिव् इन् इण्डिया. अहं भारतदेशे वसामि. वी बोत् लिव् इन् इण्डिया. आवां भारतदेशे वसामः. वसावः. शी लिव्स् इन् इण्डिया. सा भारतदेशे वसति. शी डस् नाट् गो टु स्कूल्. सः किमर्थम् इदानीं प्रश्नः नास्ति. हि डस् नाट् गो टु स्कूल् इति वाक्यमस्ति. ओके, सः गो इत्युक्ते किं? गो संस्कृते गो इत्युक्ते किम्? गन्तु गच्छति, गच्छति, भ्रमः मास्तु, गच्छति. इदानीं शालां न गच्छति सः, शालां न गच्छति, शालां न गच्छति. ओके, हा, एवं करणीयं. धन्यवादः महोदय, धन्यवादः. इदानीं कविता भगिनी. आं भगिनि. टु गर्ल्स् ईट् फ्रूट्स्. टु गर्ल्स् ईट् फ्रूट्स्. तौ, टु गर्ल्स्, टु गर्ल्स्, ते, ते, ते फलं, ते फलं खादतः. ते बालिके, ते बालिके फलं, बहु फ्रूट्स् अस्ति बहुवचने, तर्हि किं भवति? फलानि, ते फलानि खादतः, खादतः, खादतः. लीव्स् फाल्, लीव्स् फाल्, पतन्ति, पत्राः पतन्ति. पत्रं नपुंसकलिङ्गे, तर्हि पत्राणि, पत्राणि, पत्राणि पतन्ति, पत्राणि पतन्ति. ऐ रीड्, ऐ रीड्, अहं पठामि, अहं पठामि. ऐ रीड् देर्, अहं तत्र पठामि, पठामि. उत्तमम्, उत्तमम्. यु बोत् रीड् देर्. युवां तत्र पठतः. उत्तमम्, उत्तमम्. वी रीड् देर्. वी रीड् देर्, वी रीड् देर्. वयं तत्र, वयं तत्र पठामः. उत्तमम्, उत्तमम्. धन्यवादः. इदानीं विजयकुमार् महोदय. टु बाय्स् ईट्. तौ बालकः, तौ बालकाः, किमर्थं टु, टु, टु, बालकौ, तौ बालकौ खादतः. उत्तमम्. One girl eats. Sa balikaha. Sa balikaha. Kimatham balikaha? Balika. Oh, sa balika khadati. Khadati. Uttamam. The wind blows. The wind blows. Idani meva kritavantaha vayam. वायु, वायुः, वायुः इदानीं कृतवन्तः तत्र क्रास् वर्ड् मध्ये क्रियारञ्जनीयां, रञ्जनीयां, वाति, वाति, वाति, वाति, वायुः, वाति, वायुः, वाति. Clouds roam. Clouds roam. Megha charat. Ekam na. Ekah megha naiva. Megha. Haan, megha ha. Charat. Vadatu. Uttamam. Parantu bahu vachane. Charat hai. Aha, bahu vachane. Oh, bahu vachane. मेघा चरस्तः चरन्ति मेघाः चरन्ति उत्तमं दट् एलिफेण्ट् रन्स् दट् एलिफेण्ट् रन् ते दट् एलिफेण्ट् रन्स् वचनं किं दट् एलिफेण्ट् रन्स् वचनं किम् एकवचनं एकवचनं वदतु इदानीं तत् तत् तत् गजेन्द्रः इदानीं गजेन्द्रः पुंलिङ्गे अस्ति तत् तस्य लिङ्गं किं नपुंसकलिङ्ग हा तर्हि नपुंसकलिङ्गम् अपि च पुंलिङ्गं तत्र न उपयोक्तुं शक्नुमः सः हा सः गजेन्द्रः धावति सः गजेन्द्रः धावति दिस् एलिफेण्ट् रन्स् श्रूयते किं सः इस् दट् दिस् दिस् किम् एषः गजेन्द्रः धावति उत्तमं धन्यवादः महोदय विशालाक्षी भगिनी दिस् फ्रूट् फाल्स् विशालाक्षी भगिनी अस्ति अस्ति वा अन्म्यूट् करोतु एषः फलः फलं पतति नपुंसक फलं नपुंसकलिङ्गे अस्ति एकनिमिषम् एषः इति पदस्य लिङ्गं किम् पुंलिङ्गं एतत् फलं पतति दीस् फ्रूट्स् फाल् एतानि फलानि पतति एतानि फलानि पततः बहुवचने प्रथमपुरुषे एतानि फलानि पतन्ति दोस् फ्रूट्स् फाल् दोस् तानि उत्तमं तानि फलं फलं पतन्ति तानि दोस् फ्रूट्स् तानि फलानि करेक्ट् तानि फलानि पतन्तः किमर्थं भगिनि इदानीमेव उक्तवती किल पतन्ति पतन्ति चिन्ता नास्ति पतन्ति तानि फलानि पतन्ति इट् गोस् इट् इट् एतत् इस् इट् इट् इफ् इट् इस् दिस् वन् देन् इट् इस् एतत् अदर्वैस् तत् चिन्ता मास्तु इट् यु केन् टेल् तत् गोस् इस् गच्छति शी गोस् तत् शी गोस् सा गच्छति हि गोस् सः गच्छति हि इट् सः ईटिङ्ग् इस् वाट् खादति शी ईट्स् इस् सा खादति इट् ईट्स् इट् तत् खादति दोस् टु गर्ल्स् ईट् ते बालिके खादतः उत्तमम् उत्तमं भगिनि धन्यवादः कविता भगिनि धन्य द फ्लावर ब्लूम्स् द फ्लावर ब्लूम्स् पुष्पं पुष्पं विकसति उत्तमम् उत्तमं फ्लावर्स् ब्लूम् पुष्पाः विकसन्ति पुष्पाणि पुष्पम् अस्ति किल पुष्पाणि पुष्पाणि विकसन्ति पुष्पाणि तत्र षकारः अस्ति तदर्थं पुष्पाणि विकसन्ति टु फ्लावर्स् ब्लूम् पुष्पं पुष्पौ पुष्पौ विकसतः किमर्थं वनं वने वनानि पुष्पे विकसतः विकसतः उत्तमम् वन् कक्कू सिङ्ग्स् कक्कू सिङ्ग् वन् सिङ्ग्स् गायति कक्कूस् गायति संस्कृते कोकिल कक्कू तु गायति एव परन्तु संस्कृते वदनीयं तर्हि कोकिलः गायति कोकिलः गायति द्वौ द्वौ कोकिलौ गायतः उत्तमं अस्तु इदानीं तत्र You do not play in the field. You do not play. Swam, na khelati. Na kridati. Field. Kridati, tari kridati, bhavati, swam. Kridati. Kridati. Swam na kridati. Play in the field. In the field asti tatra. Field. Playground api. Maidane. क्रीडाङ्गणे क्रीडाङ्गणे न खेलसि खेलसि अस्तु विजयकुमार् महोदय ऐ डु नाट् प्ले इन् द फील्ड् ऐ डु नाट् प्ले इन् द फील्ड् अहं ऐ डु नाट् प्ले इन् दि ऐ एम् क्रीडा ऐ एम् न क्रीडामः न क्रीडामि ऐ इत्युक्ते किम् अहं क्रीडाङ्गणे अहं क्रीडाङ्गणे न क्रीडति किमर्थम् अहं क्रीडामि न क्रीडामि अहं न क्रीडामि वि डु नाट् प्ले इन् द फील्ड् वयं क्रीडाङ्गणे न क्रीडामः उत्तमं सम्यक् एव अस्ति अस्तु धन्यवादाः तत्र विजय थङ्की महोदय आं भगिनि द बॉय स्लीप्स ऑन द बेड द बॉय स्लीप्स ऑन द बेड बेड मीन्स हिंदी भाषायां वदतु बेड पलंग शय्या अस्ति अत्र शय्या इदानीम् एकनिमिष शय्या तत्र लिङ्गं किं स्त्रीलिङ्गं इदानीं वदतु बालकः बालकः सप्तमी विभक्त्यौ वदनीयं सप्तमी विभक्त्यौ ओन् द बेड् शय्यायां शय्यायां यथा माला मालायां भवति सप्तमी विभक्ति ओन् द बेड् इन् द बेड् अण्डर् द बेड् आल् दीस् प्रेपोजिशन्स् दे टेक् द सेवेन्त् विभक्तिः तत्र बालकः शय्यायां स्लीप्स् निद्राति निद्राति ओके निद्राति बालकः शय्यायां निद्राति इदानीं स्त्रीलिङ्गे वदतु गर्ल् स्लीप्स् ओन् द बेड् बालिका शय्यायां निद्राति उत्तमं वी स्लीप् ओन् द बेड् वयं शय्यायां निद्रामः उत्तमं यू स्लीप् ओन् द बेड् त्वं शय्यायां निद्रासि निद्रासि भवान् उपयुज्य वदतु भवान् उपयुज्य भवान् शय्यायां निद्राति उत्तमं धन्यवादः महोदय तत्र विशालाक्षी भगिनी वि सिट् ओन् द आसनास् वि आसनास् को क्या बोलते हैं आसनः एव अहमेव उक्तवती वस्तुतः अहं तत्र कार्पेट् इति वयं आसनेषु किमर्थं तत्र सप्तमी विभक्त्यौ बहुवचने आसनेषु अस्ति आसनेषु पृष्ठामः नो सिटिङ्ग् इस् पृष्ठ नैव नैव नैव कविता भगिनी साहाय्यं करोति किं सिटिङ्ग् इस् तिष्ठति तिष्ठति तिष्ठामः उप नैव तत् स्टाण्डिङ्ग् उपविशति उपविशति उपविशामः हा उत्तमं वयम् आसनेषु उपविशामः ऐ सिट् आन् द आसन अहम् आसनः आसनम् आन् द आसन बहुवचन सप्तमी विभक्ति इस् आसने आसने आसने उपविशामि उपविशामि शी सिट्स् आन् द आसन शी सा आसने उपविशति उत्तमं धन्यवादाः एवं धन्यवाद अनुवादम् इति द्रष्टुमहं दर्शयितुं अहं गिव् लाट् आफ् होम्वर्क् फार् देट् अस्तु वि विल् रैट् इन् आल् यु गिव् दर्ड्स् वर्ब्स् इदानीं पश्यतु भवती करिष्यामि इति उक्तवती अहं दास्यामि न करिष्यति चेत् ताडयामि न अहं प्रयत्न करोमि प्रयत्नं करोमि उत्तमं प्रयत्नं करोमि अस्तु धन्यवादः कविता भगिनी शान्तिमन्त्रं वदतु अहं तत्र दर्शयामि वदतु न दृश्यते नो इट् हेज़् नाट् कम् आन् द स्क्रीन् अहं तु स्थापितवती पश्यतु इदानीं आं भगिनि वदतु